पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 49 सूत उवाच भ्रातृभिः सहिताः सर्वे पाण्डवा धर्मनिश्चयाः ब्राह्मणेभ्यो नमस्कृत्वा गुरुदेवां स्त्वदर्पयन् वासुदेवोऽपि तत्रैव क्षणेनाभ्यागतस्तदा पाण्डवैः सहितैः सर्वैः पूज्यमानः स माधवः कृष्णेन सहितैः सर्वैः पुनरेव महात्मभिः अभिषिक्तस्वराज्ये तु धर्मपुत्रो युधिष्ठिरः यदस्मिन्नन्तरे चैव मार्कण्डेयो महात्मवान् ततः स्वस्तीति चोक्त्वा वै क्षणादाश्रममागतः युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितस्तु सः महादानं ददौ चाध धर्मपुत्रो युधिष्ठिरः यस्त्विदं कल्यमुद्धाय पठते वा शृणोति वा मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति वासुदेव उवाच मम वाक्यं तु कर्तव्यं तव स्नेहात् ब्रवीम्यहं नित्यं यज्ञरदो भूत्वा प्रयागे विगतज्वरः प्रयागं संस्मरन्नित्यं सहास्माभिर्युधिष्ठिर स्वयं प्राप्स्यसि राजेन्द्रस्वर्गलोकं तु शाश्वतम् प्रयागमनुगच्छेद्वा वसदेवापि यो नरः सर्वपापविशुद्धात्मा स्वर्गलोकं च गच्छति प्रतिग्रहादुपावृत्तः सन्तुष्टो नियतशुचिः अहङ्कारनिवृत्तश्च स तीर्थफलमश्नुते अकोपनश्च राजेन्द्र सत्यवादी दृढव्रतः आत्मोपमश्च भूतेषु सतीर्थफलमश्नुते ऋषिभिः क्रदव प्रोक्ता देवैश्चापि यथाक्रमं न हि शक्या दरिद्रेण यज्ञा प्राप्तुं महीपते बहूपकरणो यज्ञो नानासम्भारसम्भ्रमः प्राप्यते विविधैरर्थ्यैः समृद्ध्यैर्वा नरैः क्वचित् यो दरिद्रैरपि बुधैः शक्यप्राप्तुं नरेश्वर तदो यज्ञफलैः पुण्यैः तन्निबोध जनेश्वर ऋषीणां परमं गुह्यमिदं भरतसत्तम तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते दशकोटिसहस्राणि त्रिंशत्कोट्यस्तथा परे माघमासे तु गङ्गायां गमिष्यन्ति नरर्षभ स्वस्थो भव महाराज भुक्त्वा राज्यमकण्टकम् पुनर्द्रक्ष्यसि राजेन्द्र यजमानो विशेषतः इति श्रीपाद्मे महापुराणे स्वर्गखण्डे प्रयागमाहात्म्यं नाम ऊनपञ्चाशत्तमोऽध्यायः ॐ